निजन्तप्रकरणम् इदानीम् आरब्धमस्ति. तत्र अस्माभिः सामान्यधातवः अस्माभिः पठिताः, कार्याणि कानि कानि सन्ति अपि अस्माभिः पठितानि, सूत्राणि कानि कानि सन्ति इति अपि अस्माभिः पठितानि. अद्य विशेषधातवः इति पाठः अस्ति, तत् पाठं वयं पठामः. तत्र विशेष किमर्थं, तत्र किञ्चित् नूतनकार्याणि सन्ति, कानिचन नूतनकार्याणि सन्ति, कानिचन विशेषसूत्राणि सन्ति, तत्सर्वम् अद्य वयं पठिष्यामः. हलो, इदानीं पर्यन्तं प्रश्नः अस्ति वा कस्यापि? अस्तु, नास्ति चेत् अग्रे गमिष्यामः. अग्रे गच्छामः. तत् प्रेरणार्थे निच् विशेषाः अजन्तधातवः इति. मदर् महोदय आरभतु. आं, नमस्ते महोदय. प्रेरणार्थे निच् विशेषाः अजन्तदातवः. करपत्रे सामान्यदातवः अवलोकिताः. अधुना विशेषदातवः परिशीलयनीय नीयाः. अस्मिन् करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते. अग्रिमे करपत्रे विशेषाः अलन्तदातवः दर्श्यन्ताम्. तर्हि अधुना क्रमेण अजन्तदातवः दृश्येरन्. आकारान्ताः यजन्ताः ईकारान्ताः ऊकारान्ताः ऋकारान्ताः यजन्तदातवः आकारान्तैः साकं क्रियन्तां यतोहि यथा बुद्धं गते करपत्रे तेषाम् आत्वं तु भवति एव. एतत् न आगच्छन् भवति. यजन्ताः धातवः आकारान्तैः साकं क्रियन्ताः यतोहि यथा बुद्धं गते करपत्रे आत्वं तु भवति. यजन्तः तत्र तेषाम् आत्वं भवति खलु, केन सूत्रेण? आदेश वदतु. आदेश आदेश उपदेशे अशिति, उपदेशे अशिति, अशिति. तर्हि अत्र यजन्तानाम् आत्वं तु भवति एव, अतः तेषां पठनं आकारात् धातूनां पठनेन सह एव भवति. आकारान्तदातवः इत्युक्ते अदन्ताः. अलन्तदातुषु पश्येम, यतोहि तेषाम् अकारलोपः भवति, अतः ते हलन्तदातुभिः तुल्याः. किमर्थम् अकारलोपः भवति? सूत्रम् आगच्छति, अस्माभिः पठितं वस्तुतः, परन्तु अग्रे पठिष्यामः. अकार अस्ति चेत् अदन्त. अस्तु, आकारान्तदातवः आकारान्तदातवः यजन्तदातवः. एतावता ज्ञातं यत् सर्वे यजन्तदातवः निच् प्रकरणे आकारान्तः भवति आदेशे उपदेशिति इति सूत्रेण. एतः स्थाने आत्वम् उपदेशे अशिति इति. आकारान्तः भूत्वा पुकागमः प्राप्यते. अर्ति श्री ग्ली रि नुयि क्षां यातां पुग्नौ इत्यनेन ये यजन्तेषु केचन परिगणिताः सन्ति. ये साक्षा साह्वा साह्वया वेपां युक् इति सूत्रेण पुगागमस्थाने युगागमः प्राप्नुवन्ति. सामान्यस्थितिः तथा अत्र द्वौ धातु स्त यौ अर्थम् अनुसृत्य भिन्नरूपमपि प्राप्नुतः. सामान्यतः यजन्तदातोः आदेशे उपदेशे शिति इत्यनेन आकारं प्राप्नोति. पुनः पुनः पूकागम भवति वा न आकारान्तः अकारान्तः भूत्वा पुगमः भवति परन्तु केचन धातवः सन्ति अत्र युक् आगमः भवति शा छा श्वा व्यावेपाम् इति अस्माभिः पठितं खलु इदानीं ततोपि अग्रे नूतनम् अस्ति किमर्थं किमपि तद् अग्रे वयं पठिष्यामः नूतनम् अस्ति एकं गतपाठे अवलोकितेषु यजन्तेषु एकः पै धातु आसीत् आम् तस्य गतिः प्रदर्शिता एवम् अस्तु महोदय धन्यवादः तर्हि अत्र पै धातु कृते विशेषरूपमस्ति अर्थम् अनुसृत्य एकमर्थम् अस्ति चेत् एकं रूपम् अन्य अर्थः अस्ति चेत् अन्यरूपं तर्हि तत् पठिष्यामः तर्हि अग्रे मीना महोदय पै से पै शोषणे हेतुमति च इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् पै योगः निच् आदेश उपदेशशिति तत्र पायोगः इ निच् तत्र अनुबन्धलोप लोपान्तरं सा सा चास् आह्वायोवेपाम् आह्व्यायेपां युक् तत् इति सूत्रेण पायोगः युक् तदन्तरम् इ आगच्छति पाय् देन् इ पायि इति निजन्तधातुः पाययति पायोगः पाने पा पाने पायोगः युक् योगः निच् पायि पाययति तत्र पै शोषणे हेतुमति च इति सूत्रेण वा इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये निच् युगः पै योजनसमये तत्र युक् साच् चाश् आह्व्याय आह्व्यावेपां युक् इति सूत्रेण तत्र युक् आगमः अधुना ततः अग्रे सामान्यतया पू आगमः भवति परन्तु अस्मिन् सूत्रे पा अपि अस्ति खलु अत्र पा अस्ति अतः युक् भवति अतः पा योगः इ तत्र युक् आगमः भूत्वा पा युक् इ इति भवति यो एव अवशिष्यते पायि इति नूतनधातु पाययति तथैव अग्रे पा पाने इति अपि धातुः अस्ति पाने कुत्र अस्ति भ्वादिगणिधातु पिबति पा तत्र अपि पायोगः युक् भवति अनेन एव सूत्रेण छा छा स्वा भाये पाम् इति सूत्रेण पाययति इति भवति समानरूपमेव यदि भ्वादिगणे वा पै शोषणे किं गणे अस्ति गणस्य चिन्तनं किमर्थं करोति चिन्तनं गणस्य आवश्यकता नास्ति खलु धातु एक धातु अस्ति शोषण अन्यधातु अस्ति पा पाने उभयत्र प्रथमं पा भवति अग्रे युगागमः भवति व्यावेपां पा पा इति अस्ति अधुना पाययति भवति अग्रे नूतनं अधुना ततः अग्रे अदादिगणे एकः पा धातु रक्षणार्थे पाति तत्र अपि भवति लटिपाति रक्षणार्थे एकं वार्तिकं कार्यं करोति लुगागमस्तु तस्य वक्तव्यः इति अनेन वार्तिकेन युकः स्थाने लुक् आयाति लुक् इत्युक्ते आदर्शनं वा अथवा लुक् इति लुक् पारक्षणे लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षणार्थे लुक् आगमः पायोगः लुक् योगः निच् तत्र पाल् देन्नि पालि पालयति ओके साच् छास् आह्व्यावेपां युक् इति सूत्रेण पारक्षणे वर्जयित्वा सर्वेषां पाधातूनां ग्रहणं नाम पै शोषणे पापाने च तर्हि पार धातुत्रयमस्ति पै शोषणे पापाने पारक्षणार्थे तर्हि पै शोषणे युगागमः भवति शाश्वास्वावायपां पापाने अपि शाश्वास्वावायपाम् इति युगागमः भवति परन्तु रक्षणार्थे यः पाधातुः अस्ति तत्र युक् न भवति तत्र तु लुक् भवति तर्हि पश्यतु अतिसामान्यसूत्रमस्ति अर्तिरीरि तेन पुगागमः भवति तस्य अपवादः शाश्वास्वावायपाम् इति सूत्रेण पा अस्ति चेत् युक् भवति तस्य अपि अपवादः अस्ति वार्तिकं लुगागमस्तु तस्य वक्तव्यः तर्हि केवलं रक्षणार्थः अस्ति चेत् पुक् अपि न भवति युक् अपि न भवति लुक् आगमः भवति पालयति परन्तु अत्र पै शोषणे इति धातुतः तत्र आदेश उपदेश इति सूत्र अशिति इति सूत्रेण तत्र आत्वं भूत्वा तदनन्तरं निश्चित तस्मिन् समये युक् तदनन्तरं निच् ओके अर्थं निमित्तीकृत्य रूपमपि रूपमपि भिद्यते इति आशयः अस्ति पै शोषणे इत्युक्ते अत्र हेतुमति च इति सूत्रं किमर्थं कार्यं करोति विवक्षा विवक्षा हेतुमति कार्यं करोति भवत्याः विवक्षा अस्ति भवती इच्छति यत् तत्र प्रयोजकव्यापारः भवतु प्रयोजककर्ता भवतु अतः हेतुमति च इत्यनेन निट् आगच्छति इति एव अस्ति परन्तु तत्र पापाने तत्र युक् आगम तदनन्तरं निच् तत्र हेतुमति नास्ति वा सर्वत्र यत्रापि निच् अस्ति तत्र हेतुमति च इत्यनेनैव भवति खलु युक्कागम निच् इत्यनेनैव भवति न तु निच् इति निमित्तमस्ति खलु नौ परे एव खलु अस्ति व्री नौ इति परे एव युक् युक् अथवा बुक् निच् आगम निच् कृते एव हेतुमति च अस्ति खलु हेतुमति सूत्रे निच् आमाम् अनन्तरमेव युक् अथवा पुक् आगच्छति सर्वत्र निच् कृते प्रथमसूत्रमस्ति हेतुमति च तेनैव निच् आगच्छति खलु परन्तु पै शोषणे तत्र एव हेतुमति च इति उक्तं तत्र पापाने न युक्तं पारक्षणे न युक्तं पापाने तत्र केवलं रूपक्रमः लिखितः अस्ति तत्र सूत्राणि लिखितानि सन्ति वा न पापाने तत्र आदे शाश्वास्वा इति अपि लिखितं नास्ति तर्हि तत् सूत्रं कार्यं न करोति वा न तथा नास्ति तत्तु महोदयेन केवलं क्रमः लिखितः किं भवति किमुक्तं तत्र केवलं क्रमः लिखितः अस्ति महोदयेन सूत्राणि लिखितानि न सन्ति तस्य अर्थः एतादृशं नास्ति यत् सूत्रं कार्यमेव न करोति हेतुमति च अपि कार्यं करोति शाश्वा इति अपि कार्यं करोति अस्तु पारक्षणे लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षणार्थे लुक् आगमः पायोगः लुक् योगः निच् पालि पालयति शात् शास् आह्वायवेपां युक् इति सूत्रेण पारक्षणे वर्जयित्वा सर्वेषां पाधातूनां ग्रहणं नाम पै शोषणे पाने च येषु एजन्तेषु एकः वै शोषणे पै शोषणे ओ वै शोषणे इति धातुः भुवादिगणीयः लटि वाययति शुष्कं करोति इत्यर्थः अयं वायति वायति टु ब्लो इस् नो टु ड्रै शुष्कम्. अयं वै धातु धातुः निचि परे आत्वमिति कृत्वा वा भवति. तदा अर्थिह्रीक्ष्मायायातां पुग्नौ इत्यनेन पुगागमः वै शोषणे प्रेरणार्थे निच् वै योगः निच् आदेश उपदेशे अशिति इति इत्यनेन अशिति आत्वं वा वा वा योगः इ अर्थिह्रीक्यूनि क्यूनि ईक्ष्माया व्यायातां पुग्नौ इत्यनेन आकारान्तानां पुगागमः वा पुग् पुक् तदनन्तरं निच् इ वा वापि इति निजन्तधातुः वापयति. अस्तु वापयति कथं भवति इति वै धातुः कम्पयति इत्यस्मिन् अर्थे पुक् स्थाने जुक् ओडियर् जुक् आगमं प्राप्नोति. पुक् युक् लुक् जुक् इदानीम् आगमं प्राप्नोति. वो निधु विधूनने जुक् इति सूत्रेण विधूनने इत्युक्त्वा किम् अर्थं महोदय? कम्पनं वै धातु कम्पयति. वै कम्पनार्थे प्रेरणार्थे निच् तत्र वै योगः निच् आदेश उपदेश अधिशिति सूत्रेण अशिति आत्वं वा योगः इ अर्थिह्रीक्यूनीक्ष्मायातां पुग्नौ इत्यनेन आकारान्तानां पुगागमः कम्पनार्थे अत्र कम्पनार्थे वो विधूनने जुक् इत्यनेन पुगागमं प्रभाद्य जुक् आगमः वा जुक् योगः हि वाजि इति निजन्तधातु वाजयति वाजयति. वो विधूनने जुक् निचि परे विधूनने नाम कम्पनार्थे वै धातोः जुक् आगमः अशिति वै धातोः आत्वं वा इत्यस्य षष्ट्यन्तं रूपं वः वः षष्ट्यन्तं विधूनने सप्तम्यन्तं जुक् प्रथमान्तं त्रिपदमिदं सूत्रम् अर्थिह्रीव्लीक्यूनीक्ष्मीयातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रं वः अङ्गस्य जुक् नौ विधूनने. तर्हि अत्र वै धातु एकमस्ति शोषणार्थे, तत्र प्रथमं तु वा भवति, अग्रे अर्तिः इति सूत्रेण पुगागमः भूत्वा वापयति. परन्तु एकः अर्थः अस्ति कम्पनार्थ, तत्र तु वो विधूरने जुक् इति सूत्रेण इति आगमः भवति, वाजयति इति भवति. पुनः एकम् अन्यमपि अस्ति वे धातु वै न वे, तस्य अपि वा भवति आदेश उपदेश अशिति, परन्तु तस्य किम् आगमः भवति, कः आगमः भवति? वे धातु वाजयति वेपां यकार. तत्र सूत्रम् अस्माभिः पठितं सा स्वा वा वेपां वे, तत्र वे धातुः अस्ति चेत् तत्र युगागमः भवति वाययति. नाम व्याकरणे वाययति अपि रूपमस्ति, वापयति अपि रूपमस्ति, वाजयति इति रूपमपि अस्ति. कः धातुः अस्ति, अर्थं किम्, एतत् सर्वं दृष्ट्वा रूपं भवति. तथैव पालयति अपि भवति, पाययति अपि भवति, अर्थं दृष्ट्वा रूपभेदः भवति इति. पाजयति नास्ति, पाजयति नास्ति, पाजयति नास्ति, केवलं वाजयति. अस्तु, धन्यवादः महोदय. रघुपति महोदय अग्रे ला एकनिमिषं महोदय. ला धातु, अस्तु, ला धातुः अदादिगणे ला धातुः लट्लकारे लाति इति रूपम्, अर्थः लभते स्वीकरोति इति अर्थः. लीलोर् नुग् लुक लुकौ अन्यतरस्यां स्नेहविपातने निचिपरे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् तदभावे पुक् स्नेहः नाम तैलं घृतं विपातनं नाम टु मेल्ट् टु डिसाल्व् स्नेहविपातनार्थे इति अस्ति ली दा तर्हि स्नेहविपातनार्थे निचि ली धातोः नुक् आगमः ला धातोः लुग् आगमः च विकल्पेन भवति अस्तु लीश्च लाश्च लीलौ द्वन्द्वः तयोः लीलौ लीलोः इति नुक् च लुक् च नुग्लुकौ द्वन्द्वः स्नेहस्य विपातनं स्नेहविपातनं तस्मिन् स्नेहविपातने षष्ठी तत्पुरुषः लीलोः षष्ट्यन्तं नुग्लुकौ प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं स्नेहविपातने सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अर्ति ह्री व्ली री क्नुयि क्षमा यातां पुंनौ इत्यस्माड् नौ इत्यसनिवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्मि स्नेहविपासने लीलोः अङ्गस्य नुक् नुक् नुग्लुकौ नौ अन्यतरस्याम् इति अस्ति. तर्हि तत्र ली धातुः अपि च ला धातुः तेषां ली धातोः नुक् आगमः ला धातोः लुक् आगमः अनेन सूत्रेण भवति विकल्पेन. तर्हि ली अस्तु ली इत्यस्य ली इत्यस्य सामान्यतः तर्हि रूपम् अस्ति ली. अस्तु अत्र ली इत्यस्य किं भवति प्रश्नः ला अस्ति ला एव ला इति हा अस्तु अस्तु ला इति अस्ति अत्र सामान्य ला इत्यस्य लापयति इति भवेत् खलु तत्र सामान्य अस्ति अत्र अन्यतर समित्यर्ण अत्र लुकागमः लालयति इति भवति. तर्हि यत्र स्नेह अस्ति तत्र लालयति स्नेहविपातने अन्यत्र ला धातोः नाम ला धातोः अर्थः किं जानामि लुक् अब स्नेहविपातने स्नेहविपातने अहं लालयति परन्तु लापयति अस्य कः अर्थः इति न जानामि ला धातुः. महोदय अहं चिन्तयामि स्नेहविपातन अर्थे एव विकल्पेन रूपद्वयं भवति लालयति लापयति. स्नेहविपातने लीलोः अङ्गस्य नुक् लुकौ नाम स्नेहविपातने अर्थे ली तस्य नुक् ला तस्य लुक् भवति निच् परे विकल्पेन नाम एकस्मिन् पक्षे लुक् आगमः भवति लालयति अन्यस्मिन् पक्षे यत् पुगागमः सामान्यतः अस्ति अतः लापयति. स्नेहविपातने अन्यत्र सहित तत् लापयति लालयति अर्थ स्नेहविपातने द्वयमपि भवति वा तर्हि अस्तु अस्तु तत्र प्रायः एक एव रूपं भवति इति हा ला इति धातुः अस्ति तत्तु ला लाति इति तु एक्सेप्ट् ओप्टेन् इति अर्थः अस्तु लाति ला धातु लाव् इति हिन्दीभाषायां तदेव अस्ति इति अर्थः लभते. एक विशेष अर्थ अस्ति स्नेहविपातनम् स्नेहविपातनम् अर्थः अस्ति चेत् रूपद्वयं भवति स्नेहविपातन अर्थः नास्ति चेत् लभते स्वीकरोति इति अर्थः अस्ति चेत् केवलं पुगागमः भवति इति मम कल्पना अस्ति. अग्रे आगच्छ लालयति इति प्रसिद्धः अस्ति वयं जानीमः तत्र लालयति इति प्रयोगे बहुत्र भवति लालयति माता शिशुं लालयति इति परन्तु लापयति इति तस्य प्रयोगः स्नेहविपातने लालयति न शिशु तस्य स्नेहविपातनम् इत्युक्ते किं न शिशुं लालयति इति खलु स्नेहविपातनं स्नेहः भवति स्नेहं करोति खलु स्नेहविपातनम् इति टु मेल्ट् फ्याट् तदेव वा तत्र भिन्नं वा अस्तु स्नेह ओ अस्तु अस्तु स्नेह इति तत्र मित्रत्वम् इति नास्ति तत्र क्षम्यताम् अस्तु अस्तु अस्तु चिन्तयामि शिशुं लालयति न लालयति इति अस्ति महोदय तत्र तादृशः अस्ति लालयति इति अर्थः अस्ति तत्र स्नेहं करोति इति अस्ति प्रायः तत्र भिन्नः अस्ति किमर्थं किमपि भिन्नम् अस्ति भवेत् अत्र यत् लिखितमस्ति तस्मिन् अर्थे लालयति नास्ति यद् भवान् वदति तत्र लालयति तत्र प्रायः भिन्नं भिन्नधातु भवेत् अत्र स्नेहविपात्रं तत्र नास्ति अस्ति वा एतत् चुरादिगणे दातु खलु महोदय लल् इति लल् योगः निच् हा तद् भिन्नमस्ति हा लालयति तद् भिन्नमस्ति तुरादिगणे धातु अस्ति वा तुरादिगणे अपि अस्ति लल् इति अस्ति लल् योगः लिच् इत्युक्ते लालि इति भवति अत्रापि लालयति इति भवति लालयति इति भवति अतः भिन्नमस्ति आमां हा लल् धातु अस्ति भिन्नमस्ति तर्हि तत्र आम् ईप्सायाम् अस्तु अस्तु टु डिसैर् टु एन्जाय् टु डिलैट् स्नेह इत्युक्ते अत्र प्रेम इति नास्ति स्नेह इत्युक्ते तैलं घृतं फ्याट् फ्याट् अस्ति खलु स्निग्ध इति जानाति स्निग्ध पदार्थ तत्र स्नेह तर्कसङ्ग्रहे आगच्छति खलु महोदय स्निग् इति अत्र जलं स्थापयित्वा अत्र मृदु अस्ति खलु एतत् मिश्रणं कृत्वा अत्र भवति स्नेहं भवति अस्ते अनन्तरं किमस्ति अस्ते अस्ति अनन्तरं मृदु एतत् स्निग्धं भवति इति लालयति अस्तु तर्हि अग्रे तर्हि अग्रे पठतु महोदय ध्येयं यत् विकल्पेन अस्तु एकमेषः महोदय ध्येयं यत् विकल्पेन इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यते विभाषा वा बहुलम् अन्यतरस्याम् अन्यतर इत्युक्ते एनी आर् ईदर् लायोग णिच् ला तत्र स्नेहविपातने लीलोः नुग् नुग्लुकौ अन्यतरस्याम् इत्यनेन ला धातोः लुगागमः ला लुक् णिच् लालु लाल् योगी लालि अनन्तरं लालयति इति लुगभावे सामान्य अस्ति ला इति अस्ति अत्र तत्र अति रि लि रि रीक्ष्मयातं पुङ्णौ इत्यनेन तत्र पुगागमः लापयति इति अत्र प्रश्नः उदेति यत् अदादिगणीय ला धातुः स्नेहविपातनार्थे नास्ति अतः तस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम् इति अस्तु अन्यदपि अस्ति वा अस्तु ला धातुः अस्तु उत्तरत्वेन धातूनाम् अनेके अर्थाः सन्ति अदादिगणीयस्य ला धातोः स्नेहर्थे लुडन्तं रूपमस्ति प्रसिद्धं लालनम् अस्तु शिशेषु शिशोः लालनं पालनं च एवं च माता पुत्रं लालयति लालनं लालयति इमानि रूपाणि स्नेहार्थे भवन्ति दादिगणीय ला धातोः सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन शेखर तस्मिन् दत्तमस्ति यत् लीलोः नुग्लुक् नुग्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रे ला इति अंशः ला अङ्गद्वयस्य कृते भवति इत्युक्ते अदादिगणस्य ला धातुः अस्ति धातुपाठे एक एव ला धातुः वर्तते स च अयमेव ली धातुः णिचि परे विभाषा लीयते इत्यनेन विकल्पेन आत्वक्षे यथा ला अङ्गम् अस्तु तत्र किम् अस्ति महोदय तत्र किं पठति कुत्र पठति महोदय अत्रैव लिखितमस्ति खलु महोदय यत्र आमां तदेव अत्र अस्ति खलु भगिनि अत्र लायोगः निच् योगः लायोगः पुक् योगः निच् लापि इति निजन्तदातुः लापयति तदनन्तरं ली धातोः नुक् अग्रे इकारान्तेषु वक्ष्य करपत्रे अस्ति भगिनि मम करपत्रे नास्ति प्रिण्टेड् पि डि एफ् अस्ति मम तत्र ओके पत्रे पठति स्क्रीन् मध्ये अस्ति स्क्रीन् वेब्सैट् मध्ये गच्छतु तत्र एव किं लिखितमस्ति ला धातु तस्य अर्थं द्रष्टव्यं ला इति स्नेहविपातनमस्ति तत्र स्नेहकरणं नाम प्रेम प्रेम तत्र तस्यापि अर्थः अस्ति वा ला धातो आं महोदय तत्र तदेव अस्ति अत्र ला आदाने इति अस्ति तत्तु टेक्सेप्ट् ओप्टेन् इति अस्ति ला आदाने धातु अदादिगणे धातु अस्ति ला आदाने टु ओप्टेन् इति अर्थे अस्ति तत्र किम् अस्ति ओप्टेन् नास्ति खलु तत्र स्नेहविपातने तर्हि अदादिगणीय ला धातु तत्र अदादिगणे ला धातु भिन्नधातुः अपि अस्ति वा एतस्य अर्थमस्ति न महोदय एक एव अस्ति प्रायः तत् अनेक अर्थाः सन्ति खलु तत् तत्र अतः अदादिगणे स्नेहार्थे यद्यपि अत्र भिन्न अर्थः दत्तमस्ति तत्र अष्टदशकं मध्ये अस्ति आदाने इति टु अक्सेप्ट् टु ओप्टेन् परन्तु अत्र भिन्नार्थ अनेकार्थः भवति इति अस्ति खलु अतः एव प्रायः अत्र एक एव अर्थः दत्तमस्ति अतः अदादिगणे धातोः स्नेहार्थे भवति इति दत्तमस्ति खलु, लुडन्तं लालनं लालयति। अर्थाः के के? एकमस्ति स्वीकरणम्, एकमस्ति एकमस्ति स्नेहार्थे। आमां सत्यम्, आमाम् अत्र किञ्चित् क्लेशः अस्ति। परन्तु अर्थत्रयम् अस्ति चेत् यत् स्नेह अर्थः अस्ति, नाम शिशोः स्नेह, तत्र प्रसिद्ध अर्थः अस्ति, प्रसिद्ध अर्थः अस्ति तत्र। तत्र लालयति कथं भवति? न भवति खलु, लुकागमः लापयति इति भवेत्, लीलोः लीलोः इति दत्तमस्ति खलु। अन्य अस्तु अस्तु क्षम्यताम्, अत्र स्नेहविपातने एव दत्तमस्ति। तर्हि लकारः कुतः आगच्छति? अत्र ला इति अंशः ला अङ्ग अङ्गद्वयस्य कृते भवति। अदादिगणस्य ला धातुः ली धातोः निचि अस्तु, ली धातोः विभाषा लीयते इत्यनेन तत्र आत्वं भवति महोदय, तस्य एव प्रायः इति अस्ति। स्नेह विपातेन ली धातोः इति अस्ति खलु, विभाषा लीयते इत्यनेन। शिशोः लालनं पालनं तत्र स्नेहविपातनमर्थं नास्ति? नास्ति न ना, न महोदय, तत्र ली धातोः तत्रापि ला भवति, अत्र किमस्ति विभाषा लीयते इत्यनेन इति दत्तमस्ति खलु, दत्तमस्ति विकल्पेन आत्वं, यत्र ला अङ्गं भवति तस्य कृते स्नेहविपातन भवति वा इति। अत्र अदादिगणे दा धातोः स्नेहः एव भवति इति अर्थः वा? तदे अहं किम् अस्ति अत्र सूत्रं दृष्ट्वा स्नेहविपातनम् अर्थम् अस्ति चेदेव लघुभागमः भवति खलु। आमां तर्हि शिशोः लालनम् इति क्रियायां विपातनं नास्ति। आं स्नेहार्थे महोदय, स्नेहार्थे दातु, परन्तु ला लुगागमः कथं भवति? अनेनैव भवति। लुगागमः कथं भवति इति ली धातु कथं ला कथं भवति महोदय? ली ली धातु अत्र लिखितमस्ति निच् परे विभाषा लीयते इत्यनेन विकल्पेन आत्वं भवति, तर्हि ला अपि भवति, तत् तत् चिन्ता नास्ति। मम प्रश्नः अस्ति शिशोः लालनम् अत्र स्नेहविपातन अर्थं नास्ति, तर्हि कतः तर्हि किमर्थं लाल लकारः आगच्छति? प्रायः महोदय तत्र स्नेहविपातने ली धातोः एव तस्मिन् अर्थे एव तत्र ला यदा भवति तत्र स्नेहविपातने, अपि च ला इत्यस्य सामान्य अर्थ ला लापयति लालयति इति सामान्य अर्थः इति प्रायः चिन्तयामि। स्नेहविपातने लापयति लालयति उपरि साक्षात् लिखितमस्ति स्नेहविपातने लीलोः अङ्गस्य नुग्लुगौ, तर्हि तत्र द्वन्द्वः अस्ति खलु, समासः अस्ति, समासमध्ये तत्र सर्वत्र तद् भवति, स्नेहविपातनम् अस्ति तत्र समासस्य प्रत्येकभागे गच्छति। आमाम् आमां सत्यं, द्रष्टव्यं, ममपि भ्रमः अस्ति अत्र। परन्तु विजया महोदय किं वदति, लल् धातु अस्ति वा? लल् धातु, लल् धातु भवादिगणे अस्ति महोदय, भवादिगणे अस्ति, चुरादिगणे अपि अस्ति, अत्र निश्चयं चुरादिगणे अस्ति, न न निश्च तुरादिगणे अस्ति, ललति इति भवति, तस्यापि प्रेरणार्थे लालयति इति भवति अर्हति प्रेरणार्थे भुवादिगणीयधातोः, अपि च साक्षात् चुरादिगणे अपि अस्ति, तस्य प्रेरणार्थे अपि लालयति, अपि च स्वार्थे अपि लालयति, तदेव अर्थे अस्ति लल ललन अस्ति लल् यस्य रूपं भवति लालयति, तत्र अर्थं किम्? अर्थः तत्र तत्र तदेव अस्ति महोदय, तत्र स्नेह डिसैर् विलासे भवति, टु एन्जाय् टु प्ले टु डिसैर् टु डिलैट् टु एन्जाय् टु सीक् टु प्ले। आं महोदय, भुवादिगणे अस्ति, चुरादिगणे अपि अस्ति, धातुद्वय उभयत्र अस्ति। आम् आं लल् विलासे लल् विलासे भुवादि टु एञ्जाय् टु प्ले लल् ईप्सायां चुरादि आत्मनेपदि सकर्मक सेट् टु डिसैर् टु सीक् इच्छा कर्ण चाहना इति रमण कर्ण प्रतिकर्ण लालनं पालनम् इति लिखितमस्ति माता लालयति अत्र धातुः प्रायः ला नास्ति लल् लल् एव लल्यास्तु ला महोदय भवान् यत्र पठति तत्र अदादिगणीय ला धातु यत् अस्ति तस्य अर्थेषु कुत्रापि विलासः अथवा स्नेहः इति लिखितमस्ति वा नास्ति परन्तु अत्र नास्ति तद्दत्तं नास्ति परन्तु धातुः अनेकार्थाः इति अस्ति खलु तत्र तादृश अनेकाः अर्थाः सन्ति एकमर्थमस्ति स्वीकरणम् एकमस्ति स्नेहविपातनं कुत्रापि तस्य आधातोः अर्थम् इति विलासः लिखितमस्ति वा न प्रयोगः अपि नास्ति तत् तादृश तर्हि प्रायः अत्र यद् लिखितमस्ति लालनं पालनं तत्र लाधातु तत्र दोषः अस्ति इति अहं मन्ये लालनं पालनं तत्र लल् धातु अस्ति लल् धातु अस्ति चेत् लालयति भवति तत्र प्रश्नः नास्ति लाधातु यत् अस्ति तत्र अर्थद्वयमस्ति स्वीकरणं स्नेहविपातनं यत्र स्वीकरणम् अत्र अर्थः अस्ति तत्र रूपं भवति लापयति पुकागमः केवलमेकं रूपं यत्र स्नेहविपातनमिति अस्ति अथ टु डिसाल्व् मेल्ट् फ्याट् इति अस्ति तत्र रूपद्वयमस्ति लापयति लालयति तर्हि माता पुत्रं लालयति इति लल् इति धातोः एव लल् धातोः इति चिन्तया सत्यं माता पुत्रं लालयति इति लल् धातो माता पुत्रेण घृतं लालयति अत्र भिन्नः लापयति त्रयः विपातने पश्यतु पश्यतु अत्र किं वैलक्षणं पश्यतु माता पुत्रं लालयति अर्थः माता पुत्रं लालयति इति विलासं करोति स्नेहं करोति तत्र तत्र लालयति भवति परन्तु माता पुत्रेण घृतं लालयति तत्र माता पुत्रेण घृतं लालयति इति माता पुत्रेण यत् घृतमस्ति तत् मेल्ट् करो कारयति मेल्ट् कारयति तत्र धातु ला ला तत्र अदादिगणीय धातु स्नेहविपातन अर्थे लालयति इति भवति लालयति लापयति इति परन्तु महोदय तत्र भुवादिगणे अपि दत्तमस्ति न जानामि तत्रापि लालयति एव अस्ति तत्र लल् धातोः लालयति तत्र कथं लालि क्षम्यतां तत् भवति एव लालि लालयति एव भवति आम् सत्यं तत् सम्यक् आम् महोदय लल् धातु त्वं लालयति कथं भवति वदतु हा तत्र तत्र अत उपादायः इत्यनेन तत्र वृद्धिः भवति ला इति लालि इति भवति लालयति इति भवति खलु अचोर्णि इति अत उपादाय लल् लाल् इति लाल् योगः इति लालि लालि इति निजतधातुः तथा तद् भिन्नमस्ति तत्र उग आगमः किमपि नास्ति सामान्य अस्ति लालयति आगमः नास्ति अत उपधाय अस्ति परन्तु अत्र यत् स्नेहविपातनमस्ति तत्र लालयति मध्ये ला धातु लुक् आगमः इति अस्ति नाम समानं दृश्यते परन्तु पूर्णतः भेदः अस्ति आमां सत्यं भ्रमः सन्दर्भं दृष्ट्वा एव द्रष्टव्यम् अस्ति तथा मया उक्तं खलु माता पुत्रं लालयति माता पुत्रेण घृतं लालयति साधनार्थं यः क्रमः अस्ति तदपि भेदः सर्वे अवगच्छन्ति वा आं महोदय तत्र भ्रमः अस्ति परन्तु तत्र अर्थः किम् अस्ति अत्र धनं गणं दृष्ट्वा एतत् किं किम् अस्ति इति द्रष्टव्यं खलु महोदय गणमनन्तरम् अर्थमपि अर्थमपि न प्राय अर्थमुख्य अस्ति अहं किमर्थं वदामि गणस्य आवश्यक गणं मा दृश्यतु यतो हि मनसि भ्रमः मा भवेत् अत्र सर्वत्र निजन्तरूपं यत् अस्ति आर्धातुकप्रकरणम् अस्ति, तत्र वस्तुतः गणस्य आवश्यकता नास्ति, केवलम् अर्थ अर्थस्य धातोः अर्थः भवेत्, धातुज्ञानं भवेत्, अर्थानम् अर्थ धातोः अर्थस्य ज्ञानार्थम् एव प्रायः गणस्य आवश्यकता, परन्तु तत्र व्याकरणरीत्या रूपसिद्ध्यर्थं गणस्य आवश्यकता नास्ति, प्रक्रिया आवश्यकता नास्ति गणस्य। अस्तु, सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? अस्तु, अग्रे विजयमहोदय अग्रे पठतु। आं महोदय, अत्र प्रश्नः उदेति यत् अदादिगणीयः लधातु स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिः भवति वा, भवति किम्? कुत्र अस्ति? अर्थविशेष मित् अस्तु अस्तु महोदय, अर्थविशेष मित् आकारान्त दातवः ज्ञा ग्ला श्ना स्रा अर्ति ह्री व्ली रीक्नु श्या रीक्नु रीक्नु ईक्ष्य ईक्ष्मा यातां पुग्नौ इत्यनेन आकारान्तधातूनां पुक् आगमः भवति। मितां ह्रस्वः इत्यनेन ये धातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति निचि प्रत्यये परे अस्ति चेत्। मितां ह्रस्वः इति मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति निचि प्रत्यये परे। मित् कश्चन अन्तर्गणः द्वादिगणे घटादयः उपगणः मित् अन्तर्गणः सन्ति, अपि च चुरादिगणे ण्यपादयः षट् धातवः मित् अन्तर्गणे सन्ति। मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रम् उदु उपधाया गोगः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अधिकारः अनुवृत्तिसहितसूत्रं मिताम् अङ्गानाम् उपधायाः ह्रस्वः नौ सप्तमी। अत्र किं किं लिखितम् अर्थं वदतु सूत्रस्य। अत्र अर्थविशेषे मित् आकारान्तदातवः चत्वारः सन्ति, अत्र ज्ञा ग्ल न अनन्तरं श्रा इति अस्ति। एतत् हर्ति ह्री व्ली रीक्नु ईक्ष्मायाथां पुङ्नौ इत्यनेन आकारान्तधातूनां पुक् आगमः भवति। एतत् पूर्वमेव वयं दृष्टवन्तः, आकारान्तस्थाने पुक् आगमः भवति, अत्र ककारः लोपः इत् भवति, अनन्तरम् उकारः उच्चारणार्थम्, अतः पा एव पुक् इति तिष्ठति अत्र। इदानीं मितां ह्रस्वः इति सूत्रेण मित् धातूनाम् उपधायाः स्वरः अस्ति चेत् स्वरः ह्रस्वः भवति, निच् प्रत्यये परे अस्ति चेत् एतत् कार्यं भवति। अत्र मित् इति कश्चन द्वादिगणे अन्तर्गणः, मित् कश्चन अन्तर्गणः, द्वादिगणे घटादयः उपगणः मित् अन्तर्गणः अपि सन्ति अत्र। चुरादिगणे यदा ण्यपादयः षट् धातवः सन्ति मित् अन्तर्गणः भवति, तादृशमेव अत्र मित् कश्चन अन्तर्गणः, भुवादिगणे घटादयः उपगणः इति मित् अन्तर्गणः सन्ति अत्र। इदानीम् ऊद् उपधाया गोः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, अत्र मिताम् अङ्गानाम् उपधायाः किं ह्रस्वः अस्ति चेत् ह्रस्वः नौ ह्रस्वः अस्ति चेत् न ह्रस्वः भवति नौ इति सप्तमी भवति निश्चिति अनेन। अग्रे पठामि वा महोदय? द्वादिगणे घटादयः इति उपगणे चतुश्चत्वारः न चतुष्षष्टि किम् अस्ति अत्र चतुश्च चतुश्चत्वारिंशत् धातवः घटादयः मितः इति गणसूत्रेण एते धातवः मित् सन्ति. घटादयः धातवः षष्टितमं सूत्रमस्ति, षष्टि धातवः सन्ति, एतत् मित् अस्ति. एते धातवः मित् अस्ति न किमस्ति, चत्वारिंशत्, चतुश्चत्वारिंशत्. एते धातवः गणसूत्रेण भवति, तदा चुरादिगणे ज्ञपादयः षट् धातवः मित् अन्तर्गणः सन्ति. जप, यम, छः, छः, न छः, रः, बल, चिञ्, चिञ्. किन्तु जपादीनां मित्त्वं भवति केवलं स्वार्थे, प्रेरणार्थे नास्ति. स्वार्थे यत्र कार्यं भवति अत्र एव एतत् षट् जपादीनां मित्त्वं भवति इति. जप, ज्ञान, ज्ञापन, मरणतोष, मारणतोषणे इति अर्थे आगच्छति. सूचयति, जयति, मारयति, प्रसन्नः भवति इति अर्थे अत्र. यम इति षड् अत्र जपादीनां षड् धातवः सन्ति. अग्रे द्वितीयः अस्ति यम, परिवेषणे, नियमयति, नियन्त्रणं करोति इति. छः, परिकल्पने, वञ्चयति इति अर्थे आगच्छति. रः, त्यागे, त्यजति, जहाति इति अर्थे. बल, प्राणने, जीवति, पोषणं करोति इति अर्थे आगच्छति. चेय, चयने, सङ्ग्रहणं करोति इति. चयने इति प्लक्किङ्ग् अर्थे एव खलु महोदय, चयने इति प्लक्किङ्ग्. इदानीं सङ्ग्रहणम् इत्युक्ते इकट करोति खलु अत्र, सङ्ग्रहणम् इत्युक्ते अत्र ओ सङ्ग्रहणं न, सङ्ग्रहणम् इत्युक्ते इकटा करोति खलु महोदय, एकस्मिन् पक्षे एतत् सर्वं स्वीकृत्य तत्र स्थापितम्, एतदेव सङ्ग्रहणं खलु. परन्तु सङ्ग्रहणे चयनमपि भवति खलु. अस्तु, चयनम् अनन्तरं सङ्ग्रहणम्, एतत् युगपत् भवति. अग्रे पठामि वा किं महोदय? एकनिमिषं. तर्हि परिकल्पनम् इत्युक्ते किम्? अत्रैव परिकल्पने इत्युक्ते वञ्चयति, वञ्चयति, क्रुकेड् मैण्ड्. किं वञ्चन? वञ्चन, वञ्चन, वञ्चनं करोति, वञ्चनम् इति द्रोहं करोति, द्रोहं करोति, डिसीव्, डिसीव्, डिसीव्. अच्छा, डिसीव्, क्रूकेड् मैण्ड्, क्रूकेड्. अस्तु अस्तु, तर्हि पश्यतु, अत्र भवादिगणे चतुश्चत्वारिंशत् धातवः सन्ति खलु. ते घटादि, घटादयः, घटादि, घट आदि चतुश्चत्वारिंशत् धातवः सन्ति. तत्र घटादि इति उपगणमस्ति. तत्र उपगणे धातवः ये सन्ति तेषां नाम संज्ञा अस्ति मित् इति एकमस्ति. अपि च चुरादिगणे षड् धातवः सन्ति ञप्, यम्, चः, रः, बल्, चियम्. अस्तु, यप् इत्युक्ते सूचयति, जयति, मारणतोषणे, यम् इत्युक्ते परिवेषणे, नियन्त्रणं करोति, नियमयति, चः इत्युक्ते वञ्चयति, रः इत्युक्ते त्यागे, बलप्राणे, प्राणने, चियसङ्ग्रहणे तत्र अस्ति. एतेषां सर्वानां नूतनसंज्ञा अस्ति मित्. मित् किमर्थमस्ति? यत्र मित् अस्ति तत्र उपधामध्ये, उपधामध्ये यत् स्वरः अस्ति तस्य ह्रस्वत्वं भवति, अतः मित् तस्य महत्त्वम्. तर्हि यत् णीप्रत्ययपरे, त्रिणीप्रत्ययपरे मित् धातु अस्ति चेत्, मित् अङ्गम् अस्ति चेत्, नाम चतुश्चत्वारिंशत् धातवः भवादिगणीयः, षड् धातवः चुरादिगणीयः अस्ति चेत् तस्य उपधामध्ये यत् स्वरः अस्ति तस्य ह्रस्वत्वं भवति. अस्तु, परन्तु यत् मित् अस्ति, चुरादिगणीयमित् यः अस्ति षड् धातवः, तेषां मित् तेषां मित्त्वं केवलं स्वार्थे भवति, प्रेरणार्थे न. अतः केवलं स्वार्थे एव मित् अस्ति चतः ह्रस्वत्वं भवति, प्रेरणार्थे ह्रस्वत्वं न भवति, केवलं षड् धातुना. तर्हि 44 धातवः ये सन्ति भवादिगणीय, तेषां तु ह्रस्वत्वं भवति यत्र यत्र अवसरः अस्ति निच् प्रत्ययपदे प्रेरणार्थे, परन्तु चुरादिगण्यधातवः सन्ति तेषां निच् तेषां किं ह्रस्वत्वं उपधाया ह्रस्वत्वं केवलं स्वार्थे भवति प्रेरणार्थे न, अतः अत्र अस्मिन् पाठे तस्य विषयः नास्ति, यतोहि अस्मिन् पाठे केवलं प्रेरणार्थः निच् अस्ति। तर्हि ञप् ञप् धातुः अस्ति खलु अथवा यम् धातुः, तस्य यम् धातुः चुरादिगणीय अस्ति, तस्य स्वार्थे रूपं किं भवति यम् योगः णिच् यम् योगः इ अत उपधाय इत्यनेन याम् भवति याम् योगः इ, परन्तु यम् धातुः णिच् अस्ति क्षम्यतां मित् अस्ति, अतः स्वार्थे तस्य याम् यत् अस्ति पुनः ह्रस्वत्वं भवति यतोहि मित् अस्ति, तर्हि यम् योगः णिच् तर्हि धातुः भवति यमि रूपं भवति यमयति, अतः नियमयति इति रूपं भवति खलु नियमयति यमयति न तु यामयति, यामयति रूपं न भवति यमयति भवति खलु मितं ह्रस्वः इत्यनेन। परन्तु प्रेरणार्थं यदि अस्ति प्रेरणार्थं यदि अस्ति तर्हि तत्र यमयति न भवति तत्र यामयति एव भवति, तत्र मित् न भवति यतोहि चुरादिगणीयधातु मित् केवलं स्वार्थे भवति इति लिखितमस्ति अत्र। तर्हि यमयति इति स्वार्थे यामयति इति प्रेरणार्थे खलु, तथैव ण्यप् ण्यपयति इति स्वार्थे ज्ञापयति इति प्रेरणार्थे, बल बलयति इति स्वार्थे बालयति इति प्रेरणार्थे, सर्वे अवगच्छन्ति वा? आम् महोदय। तर्हि अग्रे आम् महोदय अग्रे पठतु इमानि रूपाणि केवलं स्वार्थे, इमानि रूपाणि केवलं स्वार्थे प्रेरणार्थे ह्रस्वत्वं न जायते अतः दीर्घत्वम् एव भवति यदा इदानीं भवता उक्तं ञप् योगः ञप् अत्र अत उपादायः ज्ञापि इति भवति, अनन्तरं मितं ह्रस्वः इत्यनेन पुनरपि जपि इति ज्ञपि इति भवति, ज्ञपि इति निजन्तधातुः ज्ञपय इदानीं परस्मैपदिनः अनन्तरम् आत्मनेपदिनः भवति अतः एव ज्ञपयति ज्ञपयते इति, इदानीं मितं ह्रस्वः नास्ति चेत् प्रेरणार्थे अस्ति चेत् ज्ञापयति ज्ञापयते इति भवति। इदानीं यम यम् योगः इ यामि इति भवति, यमि इति मितं ह्रस्वः इत्यनेन यमि भवति, एतत् निजन्तधातुः, इदानीं यमय अनन्तरं तत्र तिप्तश्चि इत्यनेन अनन्तरम् आत्मनेपदिनः एतत् धातु स्वीकृत्य प्रत्ययः स्वीकृत्य यमयति यमयते यामयति यामयते इति रूपं प्रेरणार्थे अनन्तरं स्वार्थे भवति, प्रेरणार्थे दीर्घः भवति स्वार्थे मितं ह्रस्वः इत्यनेन ह्रस्वः भवति, छः छः योगः इ छाहि इति भवति अङ्गं, छहि इति मितं ह्रस्वः इत्यनेन चहयति चहयते, अनन्तरं प्रेरणार्थे चाहयति चाहयते इति भवति, रः तादृशमेव रहयति रहयते राहयति राहयते इति भवति, बल बलय बलयति बलयते बालयति बालयते, चि अत्र चि चि योगः इ योजनेन अनन्तरम् अचोम्यति इत्यनेन ह्रस्व अत्र वृद्धिः भवति, इकारस्य स्थाने ऐकारः भूत्वा चै योगः इ भवति, इदानीं चायि प्रथमं ऐकारस्य स्थाने किमस्ति एचोयव यावः यान्तवन्तसन्धिः भूत्वा ऐ स्थाने आय् भवति अथवा चायि इति भवति, इदानीं चयि इति अङ्गं भवति, चयय चयय इति अङ्गं भवति, चययति चययते चाययति चाययते इति प्रेरण स्वार्थे प्रेरणार्थे रूपद्वयं भवति। अस्तु महोदय, अस्तु तर्हि किमस्ति अत्र किमर्थं तर्हि अत्र ह्रस्वः भवति मितां ह्रस्वः इत्यनेन स्वार्थे मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति प्रेरणार्थे तु दीर्घत्वमेव भवति तर्हि चीयधातु तत्र चै भवति अचोनिति इत्यनेन चै योगः चायि इति रूपं तर्हि चायि तु भवति परन्तु अत्र चाय तत्र उपधायाम् आकारः अस्ति अतः स्वार्थे चय भवति चये चयति चयते परन्तु प्रेरणार्थे चायति चायते इति एव बलयति बालयति रहयति राहयति इति मया उक्तं खलु इति अस्ति अस्तु इतापर्यन्तं कस्य प्रश्नः अस्ति आम् महोदय मया गन्तव्यं महोदय बहिः अस्तु अस्तु तर्हि धन्यवादः महोदय अग्रे मदन महोदय अग्रे आम् महोदय तदा केचन धातवः अर्थविशेषे मित् धातवः भवन्ति यथा स्मृधातुः यदा आध्यायने अर्थे तदा मित् स्मरयति अन्यत्र स्मारयति स्मरयति इति स्वार्थे आगच्छति वा महोदय स्मारयति इति प्रेरणार्थे धातु तस्य अन्य बहवः अर्थाः सन्ति एकमस्ति आध्यानं ध्यानमिति अत्र ध्यानमिति अस्ति तत्र तस्य मित् इति भवेत् इति लिखितमस्ति मित् भवेत् तेन किं भवति उपधामध्ये भूत्वा स्मृधातुः अस्ति सामान्यतया स्मृधातु तस्य प्रेरणार्थे मित् भवति चेत् रूपं किं भवति अचोनिति इति सूत्रेण ऋकारस्य वृद्धिः भवति आर् मार् मार् योगः इ मारि स्मारयति परन्तु यदा तस्य ध्यानमिति अर्थः अस्ति आध्यानमिति अर्थः अस्ति चेत् मित् इव भवेत् इति लिखितमस्ति अतः स्मार्यत् अस्ति उपधायाम् आकारः तस्य स्वत्वं भवेत् इति आशयः अस्ति तर्हि स्मारयति इति न कृत्वा स्मरयति इति लिखितं इति मित् नास्ति महोदय परन्तु विशेषजातवः स्मृ इति मित् विशेषजातवः मित् नास्ति न महोदय स्मृ इति दृ दृ किम् स्मृ पृच्छामि महोदय स्मृधातु मित् नास्ति स्मृधातु ध्यानार्थः अस्ति चेत् मित् इव अन्यत्र मित् इव न महत्त्वं किं तस्य ह्रस्वत्वं करोतु स्मरयतु अन्यत्र स्मारयतु भयार्थे खलु महोदय स्मृ स्मृ सा स्मृ वदति ध्रु ध्रु ध्रु इति अरे सा स्मृ पठति अग्रे स्मृ इति अग्रे धृ धातुः भयार्थे धरयति अन्यत्र यथा विधारणार्थे धारयति भयार्थे आगच्छति चेत् धरयति अन्यत्र धारयति धारयति इति अर्थः विदारणम् इत्युक्ते टेरिङ्ग् टु पीसस् टेरिङ्ग् टु पीसस् टेरिङ्ग् टु पीस् टेर् टेर् धरति इति धृ इति मित् नास्ति विशेषजातः अस्ति किल महोदय एवं रीत्या चत्वारः आकारान्तः अर्थविशेषमित् धातवः सन्ति स्रा ज्ञा ग्ला स्ना स्रा पाके पाकार्थे अपि भवति स्वेदनार्थे अपि भवति स्वेदनार्थे पाकार्थे मित् स्वेदनार्थे मित् न अतः स्थपयति इत्युक्ते विक्लेदयति मृदं कारयति मृदुं कारयति शापयति इत्युक्ते स्वेदयति स्वेदनं कारयति कुकिङ्ग् इति अर्थे तत्र मित् भूत्वा श्रपयति परन्तु स्वेदन अर्थे स्वेटिङ्ग् इति अर्थे श्रापयति श्रापयति सा योगः निच् सा योगः पुप् योगः इ शापि मितां ह्रस्वः शपि इति निजन्तधातुः शपयति पुक् आगमं भवति इदानीं तदनन्तरं शपयति त्रयः ज्ञादातवः सन्ति वादिगणे मारणतोषणनिशामनेषु क्रियादिगणे अवबोधने चुरादिगणे नियोगे ज्ञा इति धातु त्रयः सन्ति तदपि मित् धातु अस्ति चेत् मित् धातु महोदय ज्ञा ज्ञा मारणतोषणनिशाम्नेषु प्रेरणार्थे क्रियादिगणे ज्ञा धातुः च चुरादिगणीय ज्ञा धातुः विकल्पेन मारणतोषणनिशामनम् इति येषु त्रिषु अर्थेषु भवतः येषु च अर्थेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वं मारण इत्यनेन हिंसा तोषणम् इत्युक्ते सन्तुष्टिः निशामनम् इत्युक्ते चाक्षुश्च ज्ञानं चाक्षुश्च ज्ञानं इत्युक्ते किं महोदय चक्षु चाक्षु चक्षु चाक्षु इत्युक्ते चक्षु अस्ति खलु आय आय चक्षु आम् येषु अर्थेषु मितं ह्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वं दुर्जनं सम्पादयति इत्यनेन दुर्जनं ज्ञापयति खलु सम्यक् कुत्र महोदय ज्ञापयति आमाम् आम् क्षम्यता महोदय इत्यनेन दुर्जनं मारयति हरिं ज्ञापयति इत्यनेन हरिं सन्तोषयति रूपं ज्ञापयति इत्यनेन दर्शयति बोधयति किन्तु सूचनां ददाति इति चेत् ज्ञापयति बहवः अर्थाः सन्ति मारणं तोषणं निशामनं अवबोधनं नियोगं तर्हि यत्र तस्य अर्थः मारणं तोषणं निशामनम् अस्ति तत्र तत् मित् भवति अतो मित् भवति मित् भवति अतः ह्रस्वत्वम् अन्येषु अर्थेषु मित् नास्ति अतः ह्रस्वत्वं न भवति उदाहरणार्थं दुर्जनं मारयति दुर्जनं ज्ञापयति तथैव हरिं ज्ञापयति तत्रापि पोषणम् अतः ज्ञापयति भवति ज्ञापयति रूपं ज्ञापयति इति दर्शयति दर्शयति इत्युक्ते किं दर्शयति अथवा दिखाता है आँखों से दिखाता है बोधनं परन्तु यत्र अन्य अर्थम् अस्ति नाम ददाति सः ज्ञा तर्हि आहत्य मानलक्षणं मित्रं वर्तते चेत् मित् भवति पत्रं भवति अन्यत्र एतदपि ज्ञापि रमितां रत्वः ज्ञापयति इति पठतु तथैव ज्ञा योगः निच् ज्ञा योगः पुक् योगः इ ज्ञापि मितां सस्वः ज्ञपि ज्ञपयति तदैव ज्ञा योगः निच् ग्ला योगः पुक् योगः इ ग्लापि मितां ह्रस्वः ग्लपि इति निजन्तधातुः ग्लपयति स्ना निच् योगः निच् स्ना योगः पुक् योगः इ स्नापि मृतां ह्रस्वः स्नपि स्नपयति ग्ला स्ना वणु वमां च इति गणसूत्रेण उपसर्गरीत्या उपसर्ग न भवति चेत् उपसर्गराहित्ये हारि विकल्पेन मितः भवति उपसर्ग नास्ति चेत् वा इति अर्थः अतः एकवारं मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् एकवारं ह्रस्वत्वं न भवति इति कृत्वा उपसर्गराहित्ये एकैस्य धातोः रूपद्वयं ग्लपयति ग्लापयति स्नपयति स्नापयति वनयति वाणयति वमयति वामयति सोपसर्ग इति चेत् नित्यं मृत्युम् इति कृत्वा मितां ह्रस्वः इत्यनेन नित्यं ह्रस्वत्वं तर्हि ग्लास् न वनुवम् इति उपसर्ग नास्ति चेत् विकल्पेन मितं भवति एकस्मिन् पक्षे ह्रस्व एकस्मिन् पक्षे ह्रस्व न लपयति ग्लापयति स्नपयति स्नापयति वनयति वानयति वमयति वामयति यत्र उपसर्गः अस्ति तत्र तु नित्यं मितां ह्रस्वः भूत्वा नित्यं ह्रस्वत्वं भवति एव इति कृतमस्ति अवगच्छति सर्वे अत्र आकारान्त्यमध्ये सामान्यतया पुक् भवति कुत्रचित् युक् काश्वाश्वावेपाङ्गि कुत्रचित् तत्र अर्थविशेषं दृष्ट्वा लुक् भवति यथा लालयति युक् भवति यथा वाजयति वो विधुदने विधुदने कुत्रचित् पुनः मितां ह्रस्वः इति आगत्य केषुचित् अर्थेषु मितां ह्रस्वः आगत्य ह्रस्वत्वं भवति इति सर्वं विशेषकार्यमस्ति इति तस्य आशयः अन्य किमपि न सामान्यतया मेजारिटि किचित् मध्ये आगमः भवति ज्ञापयतु तत् कुत्रचित् अर्थं गृहीत्वा युक् युक् युक् न भवति युक् भवति युक् भवति युक् युक् भवति रसं भवति तर्हि इदानीम् आकारान्त्यमपि नास्ति महोदय नास्ति चेत् इदानीं विकारान्तधातवः अग्रे धन्यवादः महोदय शुभरात्रिः धन्यवादः।